नमस्ते. अद्यतनविषयः यदादिगण एजेण्ट् दातवः इति अवशिष्टः भागः. अत्र यत् इति परिच्छेदः शू प्राणि गर्भविमोचने इति धातुः ततः आरभ्य हेमभगिनी आं भगिनि पठामि. शुङ् प्राणिगर्भविमोचने सुधातुः भू सुवोस्तिङि. भू सु इति धातुभ्यां सार्वधातुके तिङ् प्रत्यये परे गुणनिषेधः भवति. भूधातुः वादिगणे यथा लुङ्लकारे भूधातोः परे तिङ् साक्षात् आयाति. तत्र इकः गुणः भवति स्म, परन्तु अनेन सूत्रेण गुणनिषेधः अभूत् इति रूपम्. सुधातुः अदादिगणे अनेन सूत्रेण पिति परे अपि गुणः न. भूश्च सुश्च भूसुवौ इतरेतरद्वन्द्वः, तयोः भूसुवोः भूसुवोः षष्ट्यन्तं तिङि सप्तम्यन्तं द्विपदमिदं सूत्रम्. नाभ्यस्तस्याचि इति सार्वधातुके इत्यस्मात् न सार्वधातुके इत्यनयोः अनुवृत्तिः. मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं भूसुवोः न गुणः सार्वधातुके तिङि. इदानीं शुङ् इति उकारान्तधातुः अस्ति, दीर्घ उकारान्त. धात्वादेः सहसः अनेन सूत्रेण प्रथमं शकारः न आयाति. तदर्थं तत्र तस्य स्थाने दन्त्यसकारः आगच्छति. तर्हि सुङ् इति धातु भवति, ङकारस्य लोपानन्तरं सु अवतिष्ठति. नूतनसूत्रमस्ति भूसुवोस्तिङि इति. भूसु इति द्वयोः धातुभ्यां यदि सार्वधातुकतिङ् प्रत्ययः परे अस्ति चेत् तत्र गुणः न भवति, गुणनिषेधः अनेन सूत्रेण भवति इति. यद्यपि पित्वा अपित्वा तस्य प्रसङ्गः कोऽपि नास्ति, गुणनिषेधः भवति एव. अत्र भूधातुः लट्लकारे तु गुणः भवति, यतोहि तत्र मध्ये शप् विकरणप्रत्ययः आयाति. परन्तु लुङ्लकारे तिङ् साक्षात् अनन्तरं दृश्यते इति कारणेन तत्र गुणनिषेधः भवति अनेन सूत्रेण. अपि च तत्र रूपं भवति अभूत् इति. सुधातुः अदादिगणे भवति, तत्र पित्वा अपित्वा गुणः न भवति अनेन सूत्रेण. अनुवृत्तिसहितसूत्रमस्ति भूसुवोः न गुणः सार्वधातुके तिङि इति. यः किञ्चित् चर्चा अभवत् भूसुवोस्तिङि इति सूत्रं, यतोहि तत्र अनुवृत्तिः पिति वा अपिति वा न निर्दिष्टम्, अतः सार्वधातुकमपित् मिति च अनेन गुणनिषेधः भवति वा नो चेत् भूसुवोस्तिङि इति सूत्रेण इति. तदर्थं महोदयेन अद्य अत्र स्थापितम् इति मन्ये. सुधातुः अदादिगणे अनेन सूत्रेण पिति परे अपि गुणः न इति. आं भगिनि, शुङ् धातुः ङित् अतः आत्मने पदि हलादिपित्सु आत्मनेपदि धातुषु नास्ति एव. हलादिपित्सु आत्मनेपदि प्रत्ययः, हलादिपित् प्रत्ययः आत्मनेपदि नास्ति एव इति. अजादिपित्सु भूस्वो तिङि इत्यनेन गुणनिषेधः, अतः अचिष्णुधातुभ्रुवां योर्यङ्गौ इति सूत्रेण उवङ् आदेशः भवति. उदाहरणरूपेण सुयोगः ऐ इत्युक्ते सकारः योगः उवङ् योगः ऐ सुवै इति रूपम्. हलादि अपित्सु भूसुवोः भूसुवोः तिङि इति सूत्रेण गुणनिषेधः तत्रापि भवति. सुयोगः ते सूते इति वर्णमेलनमेव. अजादि अपित्सु अपि भूसुवोः तिङि इत्यनेन गुणनिषेधः. अचिष्णुधातु ध्रुवां योर् यङ् वङ्गौ इत्यनेन उवङ् आदेशः. अत्र सुयोगः आते सकारः योगः उवङ्ग् आदेशः उवङ्ग् योगः आते स्वाते इति रूपं भवति. अप्यत्सु प्रत्ययेषु सार्वधातुकम् अप्यत् निति च इति सूत्राभ्यां गुणनिषेधः भवति स्म, किन्तु विशेषत्वात् प्रतिपदोक्तत्वात् भूसु होतिङि इत्यनेन एव गुणनिषेधः भवति. साधारणतया सार्वधातुकम् अप्यत् निति च इति सूत्राभ्याम् अपित्सु गुणनिषेधः भवति, परन्तु अत्र तु भूसुवोः भूस्वोस्तिङि इति सूत्रेण सुख सुधातुः विषये प्रतिपदोक्तत्वात् एव गुणनिषेधः भवति इति अस्ति. मणिमुखतिरूपाणिलट्लकाररूपाणि आत्मनेपदी लट्लकारे भू योः ते ते अपि भूते इति रूपं सूते इति रूपं भवति महोदय. सूत्रं किं गुणं भवति वा न भवति? गुणनिषेधः किल सूत्रेण गुणनिषेधः. ओ प्रति च महोदय सार्वधातुकमपि निति च गुणनिषेधः तत्र एव साधारणतया अत्र अत्र तु प्रतिपदोक्तत्वात् बलवत् भवति भूस्वोस्तिङि इति तस्य प्रपाते एतद् एतस्य कार्यं भवति. अत्र गुणनिषेधः भवति तिथि अपिति उभयोः उभयत्र गुणनिषेधः उभयत्र गुणनिषेधः सो अत्र मेलनमेव सूते इति रूपं भवति किल. अनन्तरं द्विवचने बहुवचने अते आते अजादि अपि अधः शू योगः अत्र अचिष्णु ब्रुवां अनन्तरं अचिष्णु धातु ब्रुवां यङ् युवङ्गौ सूत्रेण अत्र उव आदेशः उकारस्थाने उकारस्य स्थाने उवङ् आदेशः अतः शुवाते इति रूपं भवति. तथैव बहुवचने सुवते इति रूपम् आगच्छति. महोदय धन्यवादः महोदय. जानीमः वयं तु कक्षेः इति जानीमः, किन्तु मनसि स्पष्टीकरणार्थं पुनः पुनः सूत्रस्य नाम उच्चारणं कुर्मः चेत् सर्वेपि सर्वे जनाः कुर्वन्ति चेत् मनसि अस्माभिः स्मर्तुं शक्नुमः खलु अग्रे गत्वा, ततः एव पुनः पुनः पृष्टवती महोदय. तर्हि सर्वाणि सोपानानि उक्त्वा उक्त्वा गच्छामः चेत् पुनः पुनः सूत्रस्य नाम वयं वदामः खलु, तर्हि मनसि सम्यक् तिष्ठति इति कृत्वा. भवत्या ध्वनि जास्ति अस्ति किञ्चित् न्यूनमस्ति वा मम ध्वनिः? अधुना श्रूयते अपि शब्द ध्वनि अस्ति वा महोदय? फ्रम् हियर् न न न सम्यक् श्रूयते भवतः ध्वनि. धन्यवादः महोदय. सुब्रह्मण्यं महोदय इदानीं लट्लकार मध्यमपुरुषरूपाणि धातुः अस्ति सु सुयोगः से से हलादि अपेत् अत्र सार्वधातुक प्रत्ययः अपि परन्तु अत्र भूसुवोस्तिङ्गि इत्यनेन गुणनिषेधः केवलं वर्णमेलनमेव. यथा वर्णमेलनं भवति अत्र आदेशप्रत्यययोः इत्यनेन अपदान्तस्य सकारस्य प्रत्ययस्य षत्वं भवति, अतः सुषे इति रूपं निष्पन्नं भवति. सुयोगः आथे अजादि अपित् सार्वधातुकमस्ति, परन्तु भूसुवस्तिङ्गि इत्यनेन गुणनिषेधः. अनन्तरम् अत्र अचिस्वधातुभ्रुवां युवर् यङ् वौ इत्यस्य प्रसक्तिः अपि च कार्यम्. अत्र धातुः अस्ति ऊकारान्तधातुः, अतः अत्र अचिष्णुधातुभ्रुवां योर् यङ् वङ्ग इत्यस्य प्रसक्तिः, अतः सुवाथे इति रूपं निष्पन्नं भवति. सुयोगः द्वे पुनः भूसुवोस् तिङ्गि इत्यनेन एव गुणनिषेधः, केवलं वर्णमेलनमेव. सुध्वो सुध्वे इति रूपं निष्पन्नं भवति. सुषे, सुवाथे, सुध्वे मध्यमपुरुष लट्लकाररूपाणि. अग्रे उत्तमपुरुषे ए वहे महे इति सिद्धतिङ्प्रत्ययाः सन्ति. ए तु अजादि अपित् अस्ति. अत्र सार्वधातुकम् अपित् इति च सूत्रद्वयं प्रभाद्य अत्र प्रतिपदोक्तत्वात् भूसुवोस्तिङ्गि इति सूत्रं कार्यं करोति. अत्र गुणनिषेधः भवति, अतः गुणनिषेधः भूत्वा पुनः अत्र उकारान्तधातुः अस्ति, अतः अचिष्णुधातुभ्रुवां युवोरियङ् उवङ्गौ इति कारणेन अत्र उस्थाने उवङ्गादेशः भवति. तर्हि सुवियोगः ए सुवे इति रूपं विहितं. तदनन्तरं वहे महे द्वयमपि अत्र हलादि अपित् अस्ति. पुनः भूस्तुवोस्तिङ्गि इति कारणेन इति अनेन गुणनिषेधः भवति, न तु निति च. अतः अत्र केवलं संयोजनमेव. सुवहे सुमहे आहत्य सुवे सुवहे सुमहे. लोट्लकारे इदानीं ताम् आताम् अतामिति प्रत्ययाः. ताम् इति हलादि अस्ति, अपित् अस्ति, गुणनिषेधः भवति भूसुवोस्तिङ्गि इति सूत्रेण. सुयोगः तां सुथां वर्णमेलं सुथाम् आथाम् अताम् अजादि अस्ति, अपित् अस्ति. प्रथमं गुणनिषेधः भवति भूसुवोस्तिङ्गि इति सूत्रेण. अनन्तरम् अचिष्णुधातुवां योर् यङ् वङ्गौ इति सूत्रेण उवङ्ग् आदेशः भवति सुकारस्य स्थाने. सुयोगः आताम् आताम् सुवाताम् सुवथाम् सुताम् सुवाताम् सुवताम् महोदय. मध्यमपुरुषे स्वः आतां द्वम् इति रूपं भवन्ति. अत्र धातु शुयोगः स्व भूषुवोस्तिङ् तिङ् सूत्रेण गुणनिषेधः, अतः मेलनमेव. सुष्व इति रूपं भवति सुस्व. अत्र आदेशे प्रत्ययोः इति सूत्रेण सकारस्य सस्थाने षकारः आदेशः, स अधः सुष्व इति रूपं भवति. महोदय मध्य द्विवचने अपि भूषोस्तिङ् सूत्रेण गुणनिषेधः, अनन्तरं अचिष्णु धातु ब्रुवां योर् यङौ सूत्रेण अत्र उकारस्थाने उव आदेशः, सुवाताम् इति रूपं भवति. बहुवचने गुणनिषेधः भूषोस्तिङ् सूत्रेण गुणनिषेधः, अतः मेलनमेव. सुध्वम् इति भवति रूपं शुष्व श्वातां सुध्वम् इति. सुब्रह्मण्यम् इदानीं लोट्लकारस्य उत्तमपुरुषरूपाणि तिङ् प्रत्ययाः ऐ आवहै आमहे सर्वे अपि अजादि पित् प्रत्ययाः अतः अत्र सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः परन्तु तं प्रबाध्य अत्र भूसुवोस्तिङि इत्यनेन गुणनिषेधः भवति अत्र अपवादसूत्रमस्ति इदानीं तत् विशेषप्रतिपदोक्तत्वात् अत्र भूसुवोस्तिङि इत्यनेन एव गुणनिषेधः इदानीम् अत्र अजादिप्रत्ययाः अतः अतिष्णु धातुभ्रुवं युवर् यङ् वङ्गौ इत्यस्य प्रसक्तिः आहत्य अत्र उकारस्य उपङ्गादेशः अतः सुवै सुवावहै सुवावहै लङ्लकारे प्रथमं लुङ् लङ् लुङ्षु अनुदातः अनेन प्रथमं धातोः पूर्वम् अडागमः आगच्छति तर्हि असु इति अङ्गं भवति इदानीम् असुयोगः तकारः अत्र तकारः हलादि अपित् अस्ति पुनः गुणनिषेधः भवति भूस्तुवोस्तिङि अनेन अत्र केवलं संयोजनमेव असुयोगः त असूत इति रूपं विहितं तदनन्तरम् आताम् अत द्वयमपि अजादि अपित् अस्ति भूस्तुवोस्तिङि अनेन गुणनिषेधः भवति अपि च उकारान्तधातु अस्ति अतः अचिष्णुधातुभ्रुवां युगोर् यङ् वाङ्गौ अनेन तत्र ऊस्थाने उवङ्गादेशः भवति तर्हि असुयोगः आताम् असुवाताम् असुयोगः अत असुवत आहत्य असूत असुवाताम् असुवत इति रूपाणि निष्पन्ना मध्यमपुरुषे लुङ् लङ् लुङ् लङ् षड्दातः इति सूत्रेण अडागमः प्रथमम् अकारः असु अकारः योज योगः सु योगः ताः भूसुवोस्तिङि इति सूत्रेण गुणनिषेधः असुताः आथाम् अजादि अस्ति अपित् अस्ति भूस्वोस्तिङि इति सूत्रेण गुणनिषेधः असुयोगताम् अचिष्णुधातु द्वं लोरि यङ् वङ्गौ इति सूत्रेण उकारस्य स्थाने उवङ्गादेशः असुवाथां द्वम् असुयोगध्वम् असुध्वम् इति वर्णमेलनमेव अत्र अपि असुताः असुवाताम् असुध्वम् असु महोदय उत्तमपुरुषे रूपं एकवचने इ द्विवचने वहि महि इति रूपाणि भवन्ति अत्र लङ्लकारे अडुदात्तः इति सूत्रेण धातुपूर्वम् अकारः आयाति आशु इति रूपम् अत्र इ अजादि पित् अस्ति असुयि इति रूपम् आगच्छति बट् अत्रापि गुण भुष्वोस्तिङि सूत्रेण गुणनिषेधः अतः अचिष्णु धातु ब्रुयोङ्गो सूत्रं कार्यं करोति महोदय सन्देहः अस्ति वा तदेव शु उकारस्य स्थाने उ आदेशः अतः असुवि इति रूपं भवति महोदय अनन्तरं द्विवचने आलादि अपित् भूषुवोस्तिङ् सूत्रेण अपि गुणनिषेधः स्ववर्णमेलनमेव असुवहि इति रूपं भवति अनन्तरं मध्यं बहुवचने अपि असुमहि, अत्र असुवि असुवहि असुमहि इति रूपाणि भवन्ति. इदानीं विधिलिङ्गरूपाणि अत्र प्रत्ययाः सर्वे अजादिप्रत्ययाः अपि च अपित् प्रत्ययाः. अतः अत्र यद्यपि सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति, परन्तु अत्र भूस्तुस्तिङ्गि इत्यनेन एव गुणनिषेधः. महोदय, अत्र नास्ति अपित् अस्ति खलु, अपित् अस्ति भगिनि. परन्तु अत्र प्रथमं तु सार्वधातुक आर्धधातुकयोः इत्यस्य एव प्रसक्तिः खलु भगिनि, अनन्तरं सार्वधातुकम् अपित्. अपित्वा तत्र नितिच इत्यनेन नित्वद्भूत्वा नितिच इत्यनेन गुणनिषेधः, परन्तु इदानीम् अत्र भूस्वोस्तिङ्गि इत्यनेन गुणनिषेधः. इदानीं समीचीनं वा भगिनि? अस्तु भगिनि, धन्यवादः. अतः अत्र गुणनिषेधः अजादि प्रत्ययाः, अतः अचिष्णु धा अपि च उकारान्तधातुः, अतः अचिष्णुधातुभ्रुवां युवरियङ् वङ्ग इत्यस्य प्रसक्तिः अपि च कार्यम्. अतः उकारस्य उवङ्ग आदेशः, अतः रूपाणि सुवीत सुवीयातां सुवीरन् सुवीथाः सुवीयाथां सुवीध्वं सुवीय सुवीवहि सुवीमहि. अस्तु महोदय, अग्रे इदानीं ऋकारान्तधातुः अस्ति. ऋकारान्तधातवः एकमेव अस्ति, जागृ निद्राक्षये इति. किमर्थं निद्राक्षये इति भगिनि? निद्रा निद्रायाम् इति नास्ति, जागरणमस्ति खलु भगिनि, सत्यं. हा, जागृधातुः जक्षित्यादयः षट्, जागृ आदयः षट् दातवः, सप्तमश्च जक्ष् इत्येषाम् अभ्यस्तसंज्ञा भवति. अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्तधातवः सन्ति, जक्ष् जागृ दरिद्रा चकास् शास् दीधीङ् वेदीङ्. धातोः द्वित्वं यदा भवति तदा मिलित्वा द्वयोः नाम अभ्यस्तं, किन्तु अनेन सूत्रेण येषां धातूनाम् अभ्यस्तसंज्ञा भवति द्वित्वं विना. षड्धातवोऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञा स्युः इति आदि येषां इति आदिः येषां ते इत्यादयः इति शब्देन जक्ष् परामर्शः. जक्ष् प्रथमान्तम् इत्यादयः प्रथमान्तं षट् प्रथमान्तं त्रिपदमिदं सूत्रम् उभे अभ्यस्तम् इत्यस्मात् अभ्यस्तम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अस्ति जक्षित्यादयः षट् अभ्यस्तम्. इदं सूत्रं वयं पूर्वमपि दृष्टवन्तः. अत्र षड् दातवः सन्ति, जक्ष् मिलित्वा सप्तदातवः भवन्ति, येषाम् अभ्यस्तसंज्ञा भवति. अदादिगणे एकः अन्तर्गणः अस्ति यत्र एते सप्तधातवः वर्तन्ते. साधारणतया धातोः द्वित्वं भवति तदा द्वित्वं भूत्वा द्वयोः मिलित् त्वा मिश्रणरूपमेव अभ्यस्तम् इति संज्ञा भवति, परन्तु अत्र विशेषतया द्वित्वं न भवति, तथापि अत्र एषां धातूनाम् अभ्यस्तसंज्ञा इति एव भवति. जक्ष् परामर्शः, परामर्शः इत्युक्ते अहं पुनः विस्मृतवती भगिनि, तर्हि जक्ष् इत्यादयः षट् इत्युक्ते सप्त षट् धातूनां तेषां सः जक्ष् अपि ग्रहणं करणीयम् इति. तर्हि सप् जक्ष् इत्यादयः षट् अभ्यस्तम् अत्र अभ्यस्तसंज्ञकः भवति. तर्हि यत्र यत्र अभ्यस्तसंज्ञा कार्यं भवति तद् तद् अत्रापि भवति इति. धन्यवादः भगिनि. किमपि क्षम्यतां, रामप्रिया भगिनि. आम्, तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयम् अदभ्यस्तात् अभ्यस्तसंज्ञकधातुरस्य प्रत्ययस्य आदिम अवयवस्य चकारस्य स्थाने अत् आदेशो भवति. अत् प्रथमान्तम् अभ्यस्तात् पश्चमीयन्तं द्विपदम् इदं सूत्रं. योऽन्तः इत्यस्मात् जह षष्ट्यन्तम् इत्यस्य अनुवृत्तिः. आयोनि आयो ने ईनि इयः पठ ख चकां प्रत्ययादीनाम् इत्यस्मात् वचनपरिमाणं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्ययादेः जह अत् अभ्यस्त यदा अभ्यस्तसंज्ञधातुः इत्युक्ते एतद् दक्ष इत्यादयः षड् धातुः अस्ति चेत् जकारस्य स्थाने अत् आदेशः भवति. प्रत्ययादेः जकारस्य स्थाने अत् आदेशः भवति. एतत् जोन्तः इति सूत्रस्य अपवादसूत्रः अस्ति. लटि लोटि प्रथमपुरुष बहुवचने भवति. सूत्रपाठः द्रष्टव्यं वा द्रष्टव्यः? नवदशाधिकशततमकृते अस्ति. अदपि अर्थात् आम् युवोरनको युवयोरनको इति आदौ यत्र मूल् प्रत्ययस्य तत् अन इति आयाति खलु, अक इति आयाति, तादृशमेव अन्यत् किम् आसीत्? मरणम् अन इति आयाति, अक इति आयाति. अनन्तरम् अजोन्तः इति अनन्तरम् अद्य साक्षात् अस्तु भगिनि. अग्रे पठति वा भगिनि? आम् आम्, सिजभ्यस्तविधिभ्यश्च नित् लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विप् धातोः च परस्य जि प्रत्ययस्य स्थाने जुस् आदेशो भवति. सिच् च अभ्यस्तश्च विधिश्च तेषाम् इतरद्वन्द्वः सिजभ्यस्तविधयः तेभ्यः सिजभ्यस्तविधिभ्यः सिजभ्यस्तविधिभ्यः पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. नित्यं नितः इत्यस्मात् नितः इत्यस्य अनुवृत्तिः. जेर्जुस् इत्यस्मात् जेहेजुस् इत्यनयोः अनुवृत्तिः. लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. सिजभ्यस्तविधिभ्यः च नितः लस्य जेहेजुस्. अत्रापि बहुवचने प्रथमपुरुष बहुवचने एव एतत् सूत्रमपि, परन्तु ङित् लकारस्य अवस्थायां यदा सिच् प्रत्ययः वा अभ्यस्तसंज्ञकधातोः वा विधि विद् धातोः अस्ति चेत् जी प्रत्ययस्य स्थाने जुस् आदेशो भवति. भगिनी अत्र एकः प्रश्नः अस्ति, ह्यः लङ् लकारे एव इति महोदय उक्तवान्, किमर्थम् इति? लोटि तथा न भवति, लोटि अपि लोटो लङ्वत् इत्यनेन प्रायः भवेत्, किन्तु कुत्रचित् तस्य विवरणं पूर्णतया कुत्रचित् अपि न प्राप्नुमः इति महोदयेन पूर्वम् उक्तम् आसीत्. यत् इत्युक्ते जुस् इति आदेशः केवलं लङ् लकारस्य एव किम् अस्ति लक्षणम् अस्ति, अतः अत्र एव आयाति इति पूर्वम् उक्तम् आसीत्. अनन्तरं विधिलिङ्गि तस्य कृते भिन्नसूत्रमस्ति, खलु अस्ति, तर्हि अनेन सूत्रे प्रतिपदत्वम् इति अपि अस्ति खलु जेर्जस् इति, तस्य कृते साक्षात् अस्ति, तर्हि जेर्जस् इति सूत्रमागत्य कार्यं करोति. लुङ् तत् प्रसक्तिः एव नास्ति वा ङित् इति कारण? किं भगिनि? लुङ् लुङ् लक लुङ् इति लुङ्लकारस्य एकम् उदाहरणं पश्यन्तः प्रायः. भगिनी अहम् अपि अस्मि. नमस्ते भगिनि. अत्र अर्धधातुकप्रत्ययः भवति लुङ् लकारः, तत्र उदाहरणरूपाणि तत्र पृष्ट. लुङ् लकारः सिच् आदेशः भवति, अत्रापि अत्र भिन्नप्रत्ययाः आगच्छन्ति, अतः केवलं लङ् एव लङ्गि एव लङ्गि एव कार्यं भवति. धन्यवादः. अत्रापि वयं सूत्रसंख्य तत्र किञ्चित् पश्यामः, सूत्रपाठः तृतीय अध्याये किल मम तु पेज् 72 इति अस्ति खलु. तृतीयाध्याये शिजभ्यस्तविधिभ्यश्च आम् जेर्जुस् अनन्तरम् अस्ति खलु. जेर्जुस् केवलं लिङ्लकारविषये आयाति, जेर्जुस् इति लिङ्ग् ततः पूर्वं लिङ्लकारस्य कार्यम् इति ततः पूर्वं यत्किमपि अस्ति तत्तु लिङ्लकारस्य एव अस्ति, यासुड्डारभ्य प्रायः लिङ्गः सियुट् आरभ्य लिङ्लकारस्य विवक्षा अस्ति. अनन्तरम् अत्र तस्तत् समीपं तान्तं तमः इति नित् इत्यस्य नितः कार्यं, तदनन्तरं नित्यं नितः इति अस्ति, इतश्च इति नितः कार्यं, तस्य समीपं प्रान्तं कमः तदपि त्रीणि सूत्राणि अपि इत्यस्य कृते. अनन्तरं लिङ्गः स्यूटारभ्य लिङ्ग्लकारस्य एव कार्याणि, सुट्टितोः पर्यन्तं लिङ्ग्लकारस्य कार्याणि, अनन्तरं पुनः जेजस् इति नित्यस्य कार्यम् आयाति. जेजस् इति क्षम्यतां, जेजस् अपि लिङ्गः कार्यम्, अनन्तरं त्रिजभ्यस्य विदिभ्यस्य ततः पुनः नित्य इत्यस्य कार्यं तत्र पुनः इति अनुवृत्तिः आयाति. लिङ्गकारः अपि नित् अस्ति खलु, नित् सर्वत्र आयाति, नित्यं नितः आरभ्य नित्तः कार्यम् एव, किन्तु लिङ्गः स्यूट् आरभ्य नित् कार्यम् अस्ति, किन्तु लिङ्गः स्थाने लिङ्गकारस्य एव आयाति इति. जेजस् पर्यन्तं लिङ्गः कार्यं, पुनः नित् इत्यस्य कार्यम् अनुवर्तते शुजभ्यस्य विदिभ्यश्च इति. तत्र लुङ्लकारविषये आतः अपि लङ्लकारे, आम् आतः लङ्घः शाकटायनस्य अपि लङ्लकारे, आतः लङ्लकारे इति अस्ति वा? आम् आम् वयं दृष्टवन्तः इति सम्यक्तया न स्मरामि, परन्तु आतः इति वयं दृष्टवन्तः. पुनः तत्र दक्षिष्टादयः षट् इति तस्य अपि तद् षष्ठमध्याये प्रथमपादः षष्टमस्ति. आम् आम् आम् उभे अभ्यस्तम् अनन्तरं दक्षित्यादेः षट्. प्रथमम् अभ्याससंज्ञा भवति, अग्रिम ज्योत्यादिगणे पश्यामः, अनन्तरम् अभ्यस्य संज्ञा येषां भवति सर्वेषाम् अत्र ग्रहणम् अत्र दत्तमस्ति, उभे अभ्यस्तं तत्र एव दक्षित् आतः अपि लुङ्लकारस्य भगिनी, न तु लङ्लकारस्य, लुङ् वा लुङ्ग्. स्विच् प्रत्ययस्य कार्यं मणिमहोदय महोदय. तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं, तदा अङ्गं तिङ्प्रत्ययोः मेलनम्. अत्र अलादि पिच्छु गुणः पठामि महोदय. अलादि पिच्छु गुणः भवति, अतः ऋकारस्य स्थाने अर् भवति इकोयनाचि सूत्रेण. जागृ योगगति जागर् योगगति जागर्ति इति रूपं भवति. खलु महोदय यन् आदेश अतः गुणः भवति, अतः आदेशः वा? न न न, किमित्युक्ते गुणविधायकं सूत्रं किम् आसीत्, गुणसंज्ञा इति एकमस्ति, गुणसंज्ञा अस्ति वृद्धिराद्यतां आदेङ्गुणः इति अस्ति, तर्हि अकारः एकारः ओकारः गुणसंज्ञा भवति अदेङ्गुणः इति सूत्रेण. अनन्तरम् उरन् रपरः इत्यनेन यत्र ऋकारस्य स्थाने रेपः आयाति, सः रेपः रपरः अस्ति. तर्हि क्षम्यताम्, आदौ आकारः आयाति, तर्हि ऋकारस्य स्थाने यत्र आकारः आदेशः भवति, अकारः आदेशः भवति, तत्र रपरः आदेशः भवति सः आदेशः. तर्हि अकारस्य अनन्तरं रेपः अपि आयाति. अत्र अतः अदेन गुणः इति सूत्रेण एव गुणः भवति. न न, अदेन गुणः इति साधारणगुणसूत्रमस्ति. किम् आसीत्? आत् गुणः खलु, आत् गुणः इति गुणविधायकं सूत्रमस्ति. तत्तु आकारः वा आकारः अस्ति, अनन्तरं एकारः एच् वर्णः किमपि आयाति, क्षम्यताम् इक् वर्णः आयाति चेत् गुणकार्य गुणवर्णः आदेशः भवति. किन्तु अदेन गुणः गुणवर्णः इत्युक्ते किं? तस्य संज्ञासूत्रमस्ति प्रथमाध्याये द्वितीयसूत्रं पश्यति चेत् महोदय, अष्टाध्यायीसूत्रपाठः अस्ति खलु, तत्र प्रथम अध्याये द्वितीयसूत्रमस्ति गुणसंज्ञा इति अस्ति, अदेन गुणः इति. यत्र यत्र गुणवर्णः आदेशः भवति तत्र तत्र आत् गुणः इत्यनेन एव गुणः आदेशः भवति इति नास्ति. यत्र स्वरसन्धिः भवति तत्र एव आत् गुणः इत्यनेन गुणादि गुणवर्णादेशः भवति तत्र एव. पूर्वपरयोस्थाने एकः गुणवर्णः आदेशः भवति, किन्तु अन्यत्र अन्यत्र यथा अत्र अस्ति खलु, यत्र सार्वधातुकार्धधातुकयोः इति गुणवर्णः आदेशः भवति, तत्र तु सार्वधातुक अर्धधातुक इत्यनेन साक्षात् गुणवर्णः आदेशः भवति. किन्तु गुणवर्णः इत्युक्ते किम् इति पृच्छामः चेत् अत्र सूत्रं वदति अदेन गुणः इति अस्ति. प्रथम अध्याये द्वितीयसूत्रं, प्रथम अध्याये प्रथमसूत्रम् अस्ति वृद्धिरागच्छति, पश्यति वा वृद्धिसंज्ञा. अनन्तरं द्वितीयसूत्रमस्ति अदेन गुणः इति. तर्हि वृद्धिः इत्युक्ते किं? वृद्धिवर्णः इत्युक्ते किम्? आत् आत् वर्णः, आत् इत्युक्ते आकारः अस्ति, वृद्धिवर्णः अस्ति. अनन्तरम् ऐच् प्रत्याहारे ये सन्ति ऐकारः ओकारः, तर्हि त्रयः वर्णाः अपि वृद्धिवर्णाः इति वदामः. तथा एव आत् गुणः अदेन गुणः, अदेन गुणः किं वदति? अस्तु वर्णः इत्युक्ते ह्रस्व अकारः. अनन्तरम् एङ् प्रत्याहारे ये सन्ति वर्णाः सन्ति, एङ् प्रत्याहारे ये वर्णाः सन्ति एकारः ओकारः, तर्हि अकारः ह्रस्व अकारः एकारः ओकारः एते सर्वे गुणसंज्ञकाः इति. गुणसंज्ञा इति अस्ति खलु तस्य परिच्छेदः, परिच्छेदस्य नाम. तर्हि एते त्रयः गुणवर्णाः. तर्हि ऋकारस्य स्थाने अकारः आयाति, गुणकार्यम् इति वदामः. तर्हि ऋकारस्य स्थाने अकारः आयाति. अर् इति कथं भवति इत्युक्ते उरन्ध्रपरः इति भिन्नसूत्रे. यत्र यत्र ऋकारस्य स्थाने अकारः आयाति सः अकारः रपरः आयाति, तस्य परे रेपः आयाति इति एकम् अन्यं सूत्रम्. तर्हि अत्र तु गुणकार्यम् अभवत्, केन सूत्रेण गुणवर्णः आगच्छति इत्युक्ते साधारणतया गुणवर्णः केन सूत्रेण आयाति. अस्माकं यदा वयं धातुपाठः पठामः तस्मिन् समये वयं धातुपाठः नास्ति, एतत् तिङ्निमित्तकार्याणि यत्र पश्यामः तत्र तु सार्वधातुक अर्धयोः इत्यनेन एव गुणवर्णः तत्र आयाति, गुणकार्यं भवति. किन्तु अत्र महोदयेन अग्रे लिखितं तद् पठति वा अग्रे? अग्रे गुणकार्ये विशेषः इति जाग्रोव जाग्रोवचिन्नल्लिचु इति सूत्रं तत् पठ्य महोदय, नूतनतया महोदयेन योजितम् अत एतत् पश्यति वा अधोभागे करपत्रमध्ये मध्ये सः? आं महोदय, नूतन नवीकृतमस्ति करपत्रं, नूतनकरपत्रम् अस्ति वा? अग्रे अस्ति. जाग्रो जाग्रो विच्छिन्नल्लिचु इति जागृ धातोः गुणो भवति वि चिन्नल् ङित् इत्येषां प्रत्ययं प्रत्ययानां पर्युदासे इत्युक्ते वर्धयित्वा वर्धयित्वा अन्यत्र सर्वत्र जागृदातोः गुणकार्यं भवति इति. ओ अन्यत्र इति प्रत्ययविशेषः चिन् इति लुङ् लकारस्य नल् इति लिट् लकारस्य ङित् इत्यनेन इत् सम्यका ङकारः यस्य वि ङित् इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति. निच् नल् इत्यनयोः विषये वृद्धिः इदानीमपि भवति अन्यत्र सर्वत्र गुणः भवति एव. अचो निति च इत्यनयोः अपवादः विहि च चिन् च नल् च ङित् च तेषाम् इतरेतर द्वन्द्वः चिचिन् लिङ्गत विचिन्नल्ङितः न विचिन्नल्ङितः अपि अविचिन्नलितः तेषु अविचिन्निल्णित्सु जाग्रे जस्यन्तम् अविचिन्निल्णित्सु शब्दम्यन्तं मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं जाग्रः गुणः अचिचिन्निल्लिङ्लिङ्त्सु तर्हि किम् इत्युक्ते साधारणतया किं भवति यत्र नित् अस्ति चेत् साधारणतया गुणनिषेधः भवति निति च इति सूत्रेण खलु. वि इति प्रत्ययस्य अपि साधारणतया गुणनिषेधः भवति इति महोदयेन अत्र उक्तं, किन्तु मया न ज्ञायते सूत्रम्, अहं न जानामि केन सूत्रेण इति. अनन्तरं किम् अत्र उक्तमस्ति चिन्नल् इत्यनयोः विषये किं भवति, साधारणतया वृद्धिकार्यं भवति. तर्हि साधारणतया किं भवति वृद्धिकार्यम्, इदानीमपि तथैव भवति. वि नित् अस्ति चेत् गुणनिषेधः भवति, चिन्नल् अस्ति चेत् वृद्धिकार्यं भवति, अन्यत्र सर्वत्र गुणकार्यम् एव भवति इति सूत्रमस्ति. तर्हि अस्माकम् एतत्तु प्रतिपदोक्तत्वम् अस्ति, अग्रे महोदयेन उक्तमस्ति इति मन्ये प्रतिपदोक्तत्वम् अस्ति. तर्हि प्रतिपदोक्तत्वेन साधारणतया यत्र वयं हलादिपित्सु किं भवति, गुणकार्यं भवति खलु. जागृयोगति जागर्ति इति सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यं भवति इति चिन्तयामः, किन्तु तथा नास्ति. जाग्रो अविच्छिन्नळ्ळित्सु इति सूत्रेण गुणकार्यं भवति इति प्रतिपदोक्तत्वेन तदेव. धन्यवादः. समानकार्यमस्ति किन्तु भिन्नसूत्रेण. महोदयेन नूतनतया अत्र एव उक्तमस्ति. भगिनी अत्र एकः प्रश्नः, अत्र जाग्रो विचिन्नल्नित्सु इत्यनेन अत्र केवलं कुत्र गुणः भवति इति दत्तमस्ति खलु अत्र, यः प्रत्ययः सर्वत्र भवति वीचि वीचिन् नल् नित् एतेषां वर्जयित्वा. अतः अत्र यदि अपित् अस्ति प्रत्ययः तत्रापि गुणकार्यं भवति वा? अपित् अस्ति चेत् सार्वधातुकमपि निद्वत् इत्यनेन नितीश इत्यनेन अपवादं भवति गुणनिषेधः. निति च इत्यनेन गुणनिषेधः. परन्तु यत्र गुणः भवति तत्रापि अचोलिति इत्यनेन वृद्धिकार्यं भवति. तदेव अत्र महोदय उक्तं खलु, अचोलिति इत्यनेन गुण वृद्धिकार्यं भवति. अन्यत्र सर्वत्र अचोण्णिति इति प्रबाध्य एतेन सूत्रेण गुणः भवति इति दत्तमस्ति भगिनी अत्र. क्षम्यताम्, आमाम् अचोण्णिति इत्यनेन गुणः भवति सत्यं. न किन्तु नित् अस्ति चेत् निति च इत्यनेनैव गुणनिषेधः भवति महोदय. परन्तु अत्र सूत्रे अनुवृत्तिसहितसूत्रे तु तथा न दत्तमस्ति खलु. अत्र जाग्रह जाग्रह जाग्रहगुणः अविच्छिन्नल् नित्सु यत्र यत्र नित् अस्ति. अस्तु अस्तु भगिनि, तत्तु नित्वद् भवति, अतः अपि तस्ति चेत् नित्वद् भवति, अतः गुणः न भवति. इदानीम् अवगच्छामि भगिनि. कुत्र पुनः अत्र तिङ्प्रत्ययनिमित्तिक अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं प्रथमम् अत्र हलादिपित्सु अस्ति. अत्र गुणः इदानीं तु गुणः धातुक अर्धधातुकयोः इत्यनेन न, परन्तु नूतनसूत्रमस्ति अत्र जाग्रो विचिन्नल् नित्सु इत्यनेन एव गुणकार्यं भवति अत्र. अतः प्रथमं ऋकारस्य गुणः भूत्वा अकारः, अनन्तरं स च अकारः रपरः भवति, अतः अर् भवति. अग्रयोगः ति इति जागर्ति इति रूपं निष्पन्नं भवति. अनन्तरम् अजादितित्सु अत्र पुनः एतेन सूत्रेण एव जाग्रो विचिन्नल्सु इत्यनेन एव गुणकार्यं भवति. अतः जाग्रयोगः आनि, अत्र ऋकारस्य प्रथमम् अकारः अनन्तरम् उरण्परः इत्यनेन अर् जागर्योगः आनि जागराणि, अत्र णत्वमपि भवति, अट्कुप्वाङ्ग्युं व्यवाये अपि इत्यनेन. तृतीयबिन्दुः अस्ति हलादि अपित्सु. अत्र हलादि अपित्सु अत्र निति च इत्यनेन गुणनिषेधः. सार्वधातुकमपित् नित्वद् भूत्वा अत्र निति च इत्यनेन गुणनिषेधः. जागृयोतः जागृतः, अत्र जाग्रो विचिन्नल् नित्सु इत्यस्य कार्यं न भवति. किमर्थं चेत् अत्र अपित् नित्वद् भवति. अतः अजादि अपित्सु पुनः अत्र सार्वधातुकमपित् अनन्तरं नित्वत् भूत्वा निति च इत्यनेन गुणनिषेधः. अत्र इदानीं अजादि अपित् अस्ति, अपित् अति अस्ति इदानीम् अजादि कारणतः अत्र ऋकारान्तधातुः अस्ति. अतः इदानीं तु इको यणचि इत्यस्य एव प्रसक्तिः, अतः इकः स्थाने यण आदेशः, अतः ऋकारस्य स्थाने रेपः, जाग्र योगः अति जाग्रति इति रूपं निष्पन्नं भवति. अत्र अष्टाध्यायी पश्यामः वा पुनः. अत्र षड्विंशति अधिकशततमे पुटे गुणवृद्धिविधायकसूत्राणि अत्र सन्ति. तर्हि आरम्भतः पश्यामः चेत् निदेर्गुणः इति इत्यनेन मिद् अङ्गस्य गुणः भवति इति क्षिति प्रत्यये परे इति अस्ति, तर्हि निधेर्गुणः इति अस्ति. अनन्तरं जुसि च इति अस्ति, जुसि च अपि गुणः भवति, इगन्तङ्गस्य गुणः भवति अत्रापि. इदानीं पठामः अग्रे पठामः, गुणः भवति. तदनन्तरं सार्वधातुक आर्गस्क्युः इति अस्माकं साधारणसूत्रमस्ति. जाग्रो अविच्छिन्न, तस्य अनन्तरं जाग्रो अविच्छिन्न इत्यनेन गुणः. अनन्तरं पुगन्तलघुपदस्य च, तस्य अनन्तरम् आयाति गुणः न इति, न अभ्यर्था आचीत् इति सार्वधातुकी इति अस्ति. गुणनिषेधस्य आच् गुणनिषेधः भवति इति सार्वधातुके प्रत्ययपरे अभ्यस्तात्तङ्गात्. अनन्तरं भूसुवोस्तिनि इत्यनेन भूसुवोः सार्वधातुके प्रत्ययपरे पुनः गुणनिषेधः. प्रथमं गुणविधायकसूत्राणि, अनन्तरं निषेधकसूत्राणि द्वयम् अस्ति सूत्रे द्वे. अनन्तरम् उतो वृद्धिर्लुकि हवि इत्यनेन वृद्धिसूत्रं, ऊर्णोते विभाषा इत्यनेन विकल्पेन वृद्धिः भवति ऊर्णदातोः इति, गुणप्रत्यय इत्यनेन गुण अपृत्त हलिप् इति गुणः एव भवति इति विकल्पेन विकल्पेन वृद्धिः न भवति इति अत्र. तदनन्तरं ब्रुवयीत् इत्यनेन तत्रापि तत्र इडागमः भवति. ब्रूदातोः कृते आम् इडागमः. अस्तु महोदय, धन्यवादः महोदय. तर्हि महोदय क्षमा भगिनि. आं भगिनि, अग्रे लङि विशिष्टकार्यं विशिष्टं कार्यं द्वयमस्ति, अजाग्रयोगः तकारः. अत्र गुणः भवति पुनः जाग्रो विचिन्नल्नित्सु इति सूत्रेण अत्र गुणः भवति. तर्हि ऋकारस्य स्थाने अकारः, तदनन्तरम् उरण्ड्रपरः, अनेन नितरां रेपः आयाति. तर्हि अजागर् योगः त. इदानीं नूतनसूत्रमस्ति हल्ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन तकारलोपः. केवलम् अजागर् एव तिष्ठति. खरवसानयोर्विसर्जनीयः इत्यनेन रेफस्य स्थाने विसर्गः आयाति. तर्हि रूपं भवति अजागः इति. सूत्रं पठामि वा महोदय प्रथमम्? हल्ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल्, हलन्तात् दीर्घङ्यन्तात् दीर्घाबन्तात् च सुतिसि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः. हल् च ङी च आप् च तेषाम् इतरेतरद्वन्द्वः हल्ङ्याभः, तेभ्यः हल्ङ्याभ्यः. सुश्च तिश्च सिश्च तेषां समाहारद्वन्द्वः सुतिसि सुतिसिनः अपृक्तं सुतिस्य पृक्तं हल्ङ्याभ्यः पञ्चम्यन्तं दीर्घात् पञ्चम्यन्तं सुतिस्य पृक्तं प्रथमान्तं हल् प्रथमान्तम् अनेकपदमिदं सूत्रं. लोपो व्योर्वलि इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः. अनुवृत्तिसहितसूत्रमस्ति दीर्घात् हल्ङ्याभ्यो सुतिसि अपृक्तं हल् लुप्यते. इदं सूत्रं वदति यदि हल् अन्ते अस्ति अपि च दीर्घञ्यन्तात् तत्र नीप् इति विशेष स्त्रीलिङ्गप्रत्ययः अस्ति यदा नदी इव अपि च आप् इति दीर्घाबन्तात् तर्हि दीर्घ आकारः अत्र दीर्घ ईकारः अत्र दीर्घ आकारः एतेषां कृते यदि सु ति सि इति प्रत्ययाः आगच्छन्ति चेत् ति सि तु तिङ् प्रत्यये एव भवन्ति वयं दृष्टवन्तः तिप् सिप् इति सु तु प्रातिपदिकस्य कृते आयाति यदा रामः शब्दे रामयोगः सु इति तर्हि प्रातिपदिकविषये अपि अस्ति अत्र अत्र सर्वत्र लोपानन्तरं केवलम् एकः एव हल् तिष्ठति स च हल् अपृक्तसंज्ञकः भवति अपि च तस्य लोपः भवति इति सूत्रं वदति दीर्घात् हल् ज्ञाभ्यो सुतिसि अपृक्तं हल् लुप्यते यदा वयं रमाशब्दः स्वीकुर्मः चेत् रमा रमे रमाः तत्र रमायोगः सु अस्ति चेत् उकारस्य लोपानन्तरं सकारः एव तिष्ठति स च सकारः अपृक्तः अस्ति अतः प्रथमरूपं भवति रमा एव तत्तु दीर्घाबन्तात् तस्य उदाहरणं भवति समानरूपे दीर्घन्यन्तात् तु नदी इव दीर्घ ईकारः रूपं स्वीकुर्मः चेत् नदीयोगः सु अत्रापि उकारस्य लोपानन्तरं नदीयोगः सकारः स च सकारः लोपः भवति अनेन सूत्रेण अपि च हलन्तात् कृते अपि लोपः भवति यदि वयं तिङ् प्रत्यये पश्यामः चेत् लङ्लकारे प्रथमपुरुषे एकवचने अपि च मध्यमपुरुष एकवचने तकारः सकारः इति अपृक्तसंज्ञकः सन्ति द्वयमपि लोपः भवति यदा वयं रूपनिर्माणं कुर्मः चेत् तर्हि अत्र अजागृयोगः तकारः अस्ति लङ्लकारे गुणः भूत्वा अजागर्योगः त इदानीं स च तकारः अपृक्तसंज्ञकः अस्ति अपि च हल्ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन तकारस्य लोपः भवति केवलम् अजागर् इति तिष्ठति इदानीं रेपः अवसाने अस्ति अतः खरवसानयोर्विसर्जनीयः अनेन सूत्रेण रेफस्य स्थाने विसर्गः आयाति अजागः इति रूपं भवति समानरूपे मध्यमपुरुषे अपि अजागृयोगः सकारः स च सकारः अपि लोपः भवति हल्ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन अजागर् तिष्ठति पुनः खरवसानयोर्विसर्जनीयः इत्यनेन रेफस्य स्थाने विसर्गः आयाति तदा प्रथमपुरुष एकवचने मध्यमपुरुष एकवचने रूप समानम् अस्ति अजागः अजागः इति परन्तु अजागृयोगः जुस् अस्ति जुस् तु इदानीं बहुवचने आयाति अजागृजुस् लोपानन्तरम् उहु एव तिष्ठति इदानीं पुनः नूतनसूत्रमस्ति जुसि च अनेन गुणः भवति अतः पुनः अजागर् योगः उहु अजागरुः इति रूपम् आयाति आं भगिनि जुसि च अजादौ जुसि परे इगन्त अङ्गस्य गुणः भवति जुसि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् येन विधिस्तदन्तस्य इत्यनेन इगन्तस्य अङ्गस्य अलौन्त्यस्य इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः कस्याचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, मितेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, इको गुणवृत्ति इति परिभाषासूत्रेण इकः स्थानी भवति. अनुवृत्तिसहितसूत्रम् इकः, अङ्गस्य गुणः, अचि, जुसि च. अत्र यदा जुसि परे अस्ति चेत् इगन्त अङ्गस्य गुणः भवति इति अस्ति, अचि जुसि अस्ति इति. अज् आदौ इत्युक्ते उहु इति वा धातुः विषये वा? अत्र एकनिमिषं भगिनि, अजादि इत्युक्ते यत्र महोदयेन किमुक्तम् आसीत् खलु, यत् यदि केचन आगमः जुत्सु साधारणतया अच् अजादि एव अस्ति, किन्तु यदि आगमः किमपि अस्ति अस्ति चेत् वयं पूर्वं दृष्टं, एतदेव अस्माकं प्रश्नः आसीत् खलु, आगमः प्रत्ययस्य आगमः भवति चेत् प्रत्ययस्य एव अवयवः भवति इति, यत्र इडागमः भवति तथा एव व्यासुटागमः भवति, यत्र यत्र प्रत्ययस्य आगमः भवति तत्तु प्रत्ययस्य एव अवयवः भवति, किन्तु यत्र प्रत्ययस्य इडागमः उदाहरणार्थं यदि आदौ आयाति चेत् तत्तु प्रत्ययस्य आदौ एव तादृश इति तकारः अस्ति, तदा एव यासु तपि तित् अस्ति, तर्हि तदपि आद्यन्तो तकितवत्येन आदौ एव आयाति. तर्हि यदि इडागमः भवति चेत् जुसि च इत्यनेन गुणः भवति, किन्तु यत्र यासुट् आगमः भवति, यद्यपि यासु उस् इति उहु इति अस्ति, तर्हि जुस् इत्यस्य उहु इति अस्ति, तथापि आदिमवर्णः भिन्न यासुट् यकारः भवति खलु, अजादि न भवति तस्मिन् समये यत्र यासुट् आगमः भवति, तर्हि तस्मिन् सन्दर्भे तु गुणः न भवति. अत्र उहु इति भवति अतः गुणः भवति, साधारणतया यत्र उहु अस्ति चेत् गुणः भवति, किन्तु यत्र यत्र आगमः भिन्न आगमः भवति चेत् यत्र इडागमः भवति चेत् पुनः अजादि अस्ति अतः जुसि च इत्यनेन गुणः भवति, किन्तु यत्र यासुडागमः भवति तत्र तु जुसि चेत्यस्य कार्यं नास्ति खलु, तत्र अजादि नास्ति यासुडागमः अस्ति चेत्, यासूट् इति प्रत्ययस्य आगमः अस्ति, तर्हि तत्र तु गुणः न भवति. तद् स्पष्टीकर्तुमेव अचि जुस् अजादि अचि जुस्, यदा अचि जुस् अस्ति तदानीमेव गुणः भवति इति मम अवगमनं. ह्यः अपि केनापि उक्तम् आसीत् यत्र यासूट् आगमः भवति तत्र न कार्यं न करोमि. ओहो, जेर्जुस् इति तत्र यासुडागमः, यासुडागमः, आम् विविधलिङ्गकारे यासुडागमः भवति, यासुडागमः. अत्रापि एकः जाग्रो विचिन्ना ङित्सु, अत्र ङित्सु इति लङ्लकारः विषये अपि वा? लङ्लकारस्य अपि, यत्र जागो विच्छिन्न लित् इति यत्र यत्र वि प्रत्ययः, चिम् प्रत्ययः, नल् प्रत्ययः, नित् प्रत्ययः विहाय अन्यत्र सर्वत्र वि छिम् नल् लित् इति किं भवति इति अत्र न उक्तम्, विहाय सर्वत्र गुणः भवति. आम् परन्तु अत्र यदा वयम् आजागृ योगः तकारः इति गुणः इत्युक्ते एतत् सूत्रमेव किल, किन्तु अत्र तु नित् लकारस्य विषये भगिनी वदति, नित् प्रत्ययस्य कार्यमस्ति एतत्, लकारः लङ्लकारः नित् अस्ति सत्यं, विधिलिङ्लकारः अपि नित् अस्ति, किन्तु अनन्तरं लङ् इत्यस्य स्थाने तित्तस्ति इति आगत्य तत्र तकारः तिष्ठति खलु, नित्यं किम् अस्ति इतश्च इत्यनेन लोपः भूत्वा, इकारस्य लोपः भूत्वा, पकारस्यपि लोपः भूत्वा तकारः एव तिष्ठति तत्र, लकारस्य कार्यं नास्ति अत्र. यदि लकारस्य कार्यम् आसीत् चेत् तत् भव तत् लकार इति आयाति चेत् अत्र प्रत्ययस्य नित् प्रत्ययः इति वदामः चेत् तात् इति अस्ति, तद् नित् प्रत्ययः अस्ति. तथा एव अजादि अपि प्रत्ययः अपि निद्वद्भवति, तर्हि तस्य कृते अपि न उक्तम् अस्मिन् अनेन सूत्रेण किमपि कार्यं न विधीयते तत्र. लकारविषये नास्ति, प्रत्ययविषये अत्र गुणः. अवगतम्. तर्हि कुत्र स्मः? द्वितीया अभवत् खलु, द्वितीया. अग्रे मणिमहोदय पठति वा तत्र विधिः वृद्धिः भवति इति समयः. अत्र महोदय यत्र विधिः वृद्धिः भवति स्म इति अग्रे जाग्रो विच्छिन्नलित्व इत्यस्य अनन्तरं जुषि परे वा विवरणं? जुषि परे यत्र वृद्धिः भवति, यत्र वृद्धिः भवति, यत्र वृद्धिः भवति स्म तत्र गुणः भवति. वृद्धिः भवति स्म तत्र. एतत्तु जाग्रो अविच्छिन्नलित्व इति सूत्रस्य विवरणम् अग्रे महोदय दत्तमस्ति. अत्र महोदय उतो वृत्ति लिखि हलि च सूत्रेणैव वृद्धि अपि लुकि एव लुक् यत्र लुक् भवति अत्र तु लुक् नास्ति खलु. अत्र तु अष्टमिति निच् प्रत्ययस्य कार्ये अग्रे उक्तमस्ति. अदादिगणे लुक् अस्ति, शपः लुक् भवति, तस्मिन् समये उतो वृद्धिः लुकि हलि इति अस्ति. अत्र तु लुक् किं कस्यापि लुक् न भवति खलु. अदादिगणे एव स्मः खलु, क्षम्यताम्, अदादिगणे एव स्मः. किन्तु यत्र निच् आयाति अग्रे उदाहरणं तस्यैव विषयं वदति खलु महोदय. यत्र अचोलिति इत्यत्रापि वृद्धिः भवति, अत्र ऋकारान्तः अस्ति, उतो वृद्धिः तु ओकारान्तानां. यथा अहं पूर्वम् उक्तवती खलु, गुणकार्यम् अनेकेन सूत्रेण विधीयन्ते. सार्वधातुकयो अदेन् गुणः इत्यनेन आत् गुणः इत्यनेन अपि गुणकार्यं भवति. सार्वधातुकयोः इत्यनेन अपि गुणकार्यं भवति. मिदेर्गुणः इत्यनेन अपि गुणकार्यं भवति इति भिन्नभिन्नसूत्रेण गुणकार्यं भवति. तथा एव वृद्धिकार्यम् अपि भिन्नभिन्नसूत्रेण भवति. वृद्धिरचि इति सूत्रेण वा तेन एकत्र तथा तेन सूत्रेण अपि भवति. किन्तु अचोनिति इत्यनेनापि वृद्धिकार्यं भवति. यत्र निच् अस्ति खलु, निच् इति प्रत्ययः यत्र अस्ति तत्तु नित् अस्ति, नकारस्य लोपः भवति, नित् भवति. नकारः इति यस्य सः इति नित् भवति. तर्हि तत्र अचोनिति इति सूत्रम् आगत्य अचोनिति सूत्रं वदति वृद्धिः भवति भवतु इति वदति. साधारणतया निच् प्रत्ययः यत्र विधीयते तत्र अचोनिति इति सूत्रम् आगत्य वृद्धिकार्यं भवति साधारणतया. किन्तु अत्र किं भवति, जाग्रो अविच्छिन्नलित्व इति सूत्रेण वृद्धिकार्यं प्रभाद्य गुणकार्यं भवति. किमर्थम् इत्युक्ते निच् प्रत्ययः दि इति प्रत्ययः नास्ति, छिन्नपि नास्ति, नळ् नास्ति, नित् नास्ति. तर्हि जाग्रो अविच्छिन्नलित्व इत्यस्य एव कार्यं भवति, इत्यनेन गुणकार्यं भवति. अवगतं वा महोदय? गुणकार्यं यथा अनेकत्र अनेकेन वयं किं कुर्मः, एतद् वयं गच्छामः अनन्तरम् अहं पुनः वदामि. महोदय अधुना तु अस्माकं कार्यं नास्ति, अदादिगणस्य कार्यं नास्ति महोदय. एतत् न न महोदय नूतनः अस्ति खलु महोदय, एतद् न पठितवान् पूर्वम्, अतः एव क्लेशः. तर्हि सुब्रह्मण्यं महोदय पठति वा? कुत्र पठामि भगिनि? अत्र यत्र वृद्धिः भवति यत्र वृद्धिः भवति तस्मात् तत्र गुणः भवति. इदानीम् अत्र उदाहरणमस्ति जागृयोगः णेच्. अत्र साधारणतया अचोन्यति इत्यनेन वृद्धिकार्यं भवति, परन्तु तं प्रबाध्य जाग्रो विचिन्नल्नित्सु इत्यनेन गुणकार्यं भवति. अतः ऋकारस्य गुणः भूत्वा अकारः, अनन्तरं वुरन्रपरः इत्यनेन अर्, अतः जागर्योगः इ जागरि इति निजन्तधातुः, अनन्तरम् अत्र जागरयति इति रूपं निष्पन्नं भवति. यत्र कित्वात् गुणनिषेधः भवति स्म तत्र गुणः भवति. इदानीमत्र जागृयोगः योगः त प्रत्ययः, अत्र निति च इति सूत्रेण गुणनिषेधः भवति स्म, परन्तु तं प्रबाध्य जाग्रो विचिन्नल्नित्सु इत्यनेन गुणकार्यं भवति. अतः पुनः अत्र ऋकारस्य स्थाने अकारः, अनन्तरं अर्, जागर्योगः त, अनन्तरम् अत्र आर्धधातुकस्येन्वलादेः इत्यनेन आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्ययहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमो भवति. अतः अत्र अत्र ता अस्ति, ता वल् प्रत्याहारे अस्ति, अतः अत्र इडागमः भूत्वा जागर्योगः ई योगः त जागरितः इति रूपं निष्पन्नं भवति. अपवादः इति उक्तम् अस्ति. उभयोः अपि जाग्रो अविच्छिन्न गुणः भवति यद्यपि निषिद्धं, किन्तु यत्र नित् भवति तत्र निति च इत्यनेन तत्तु जाग्रो अविच्छिन्न इति अपवादं न भवति. अत्र तत्र तु गुणनिषेधः एव भवति. अत्र का अस्ति खलु प्रत्ययः, कित् अस्ति तत्तु तत्र, अतः तस्य कार्यं जाग्रो विचिन्नल्निच् इत्यस्य एव गुणः भवति इति इदानीम् अवगच्छामि भगिनि. यत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति स्म तत्र जाग्रो विचिन्नल्निच् इत्यनेन एव गुणः भवति प्रतिपदोक्तत्वात्. वयं दृष्टवन्तः एतत् पूर्वमेव जागृयोगः ति, अत्र ति इति सार्वधातुकतिङ् प्रत्ययः, सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति स्म, परन्तु जागृधातुः अस्ति, अतः प्रतिपदोक्तत्वात् अत्र जाग्रो विचिन्नल्नित्सु अत्र प्रत्ययः तिङ् अस्ति, अतः जाग्रो विचिन्नल्निच् इत्यनेन गुणः भूत्वा जागर्ति इति रूपं निष्पन्नं भवति. अत्र किं मणिमहोदय अत्र निच् प्रत्ययस्य कार्यं पठितुम् इच्छति चेत् तत्र चुरादिगणे पठति चेत् तत्र आयाति निच् प्रत्यय सूत्रं. धन्यवादः महोदय. अत्र जाग्र अविच्छिन्नलिङ्गि सूत्रेण अत्र निच् भवति प्रातिपदिक निच् धातु भवति वा न प्रातिपदत्वेन इति उक्तवन्तः किल प्रातिपद उक्त बट् निच् अपि सूत्रस्य अन्तर्भूतः नित्यस्य अन्तर्भूतः अन्यत्र सर्वे विहाय सर्वे अन्ये सर्वे प्रत्ययाः नित्य तस्मिन् नास्ति खलु तेषु नास्ति तर्हि आयाति तस्य कार्यं सर्वधातु सार्वधातुकाधातुः प्रभात्य साग्र जाग्रावीचिनलिङ्ग चु गुणः भवति इति उक्तवन्तः ओके महोदय. जागृ दातु एव आम् जागृतप्रतिपदोक्तं जागृति उक्तमस्ति अतः प्रतिपदोक्तत्वेन बलवत् भवति. धन्यवादः धन्यवादः महोदय. हेम भगिनी प्रार्थते वा? रूपाणि लट्लकारे परस्मैपदीरूपमस्ति टीतः अन्ति इति. टी तु हलादिपित् अस्ति अतः अत्र साधारणतया सार्वधातुक अर्धधातुकयोः अनेन गुणः भवति स्म, परन्तु प्रतिपदोक्तत्वात् अत्र जागरो विचिन्नल्लिङ्गिसु इत्यनेन गुणः भवति. अतः ऋकारस्य स्थाने अकारः आयाति, परं ततःपरम् उरण्ड्रपरः इति नितरां रपरः भवति इति अर् इति भवति. तर्हि जागृ योगहति, इदानीं जागर् योगहति, जागर्ति इति रूपम् आयाति. एकनिमिषः भगिनि, पाणिनीयधातुपाठः पुष्पादीक्षितमहोदयः पुत्रतये तु सार्वधातुक अर्धधातुकयोः इति एव दत्तमस्ति. तत्र जागृरविच्छिन्नस्तु इत्यनेन जागृ अविच्छिन्नस्तु इति सूत्रस्य लेखनं नास्ति, किन्तु महोदय वैयाकरणद्वयं पृष्टवान्, द्वौ अपि एतदेव उक्तवान्, जागृ अविच्छिन्नस्तु इत्यनेन कार्यं भवति इति स्पष्टीकृतवन्तः. तर्हि अतः एव महोदय पृष्ट्वा एव एतत् कार्यक्रमं लिखितवान् इति सूचितवान्. तर्हि सर्वत्र यत्र यत्र गुणः भवति प्रतिपदोक्तत्वात् अनेन सूत्रेण एव गुणः भवति इति. तर्हि अग्रे मध्यम द्विवचने जागृयोगः सः इति अस्ति. अत्र सः तु हलादि अपित् अस्ति. अत्र गुणनिषेधः भवति निति च अनेन वा? निति च अनेन गुणनिषेधः भूत्वा केवलं संयोजनं जागृतः इति रूपम् आयाति. तदनन्तरं जागृयोगः अन्ति इति अस्ति. अत्र अति यतोहि अदभ्यस्तात् इति कारणेन अभ्यस्तसंज्ञकः अस्ति, अतः अत्र अति एव अस्ति जागृयोगः अति इति. इदानीं जागृयोगः अति अत्र गुणः न भवति, गुणनिषेधः पुनः इति च अनेन गुणनिषेधः, अपि च अन्ति अजादि अति अजादि अपित् अस्ति. अत्र इको यणाचि कार्यं करोति इकः वर्णस्य परे अकारः आयाति, अतः ऋकारस्य स्थाने रेफः आयाति. तर्हि जागृति इति रूपं भवति. तर्हि जागर्ति जागृतः अत्र इकः वर्णस्य स्थाने रेफः आयाति खलु इको यणाचि इत्यनेन, ऋकारस्य स्थाने किल अकारः नायाति, ऋकारस्य स्थाने रेफः साक्षात् आयाति, केवलं ऋकारस्य स्थाने रेफः आयाति. तर्हि जागर्ति इति रूपं भवति. एक पूर्वरूपदेशः किल भगिनि अत्र पूर्वरूप ऋकारस्य स्थाने रेफः इति एव अस्ति खलु, एकस्य जागर्ति इति रूपं भवति. धन्यवादः. पुष्पा भगिनी क्षम्यताम् अहं विस्मृतवती, न लिखितवती भवत्याः नाम, भवती पठति वा अग्रिमं करोति वा? लट्लकार्यं मध्यमपुरुषे सि अस्ति, मध्यमपुरुषे तत्तु जागृ जाग्रोविच्छन्निलिन्सु तत् प्रभाद्य अत्र गुणः गुणः लुकारः अर् आयाति जाग्र अर् आयाति जागर् योगहति जागर् सि जागर्सि सि तु जागर्सि आयाति मम जागर्सि अनन्तरं किं भवति शकारः केन सूत्रेण भवति सूत्रं न आदेशप्रत्ययोः इति सूत्रेण पदान्ते अपदान्तशकारः तत् जागर्षि आयति अतः तत्तु मेलनं हलादि अपित् अस्ति गुणनिषेधः इति च कार्येण करोति निगुणनिषेधः अस्ति जागृतः जागृयोगः सः जागृतः जागृता बहुवचने धन्यवादः भगिनि मणिमहोदय वदति वा भवान् उत्तमे पश्य महोदय जागृयोगः मी अत्रापि जाग्रोविच्छिन्न लिङ्ग्सु इति सूत्रेण गुणः भवति प्रभात्य जाग्रोविच्छिन्न लिङ्ग्सु इत्सु सूत्रेण वर्गस्य अनन्तरं सम्यक् पठामि महोदय गुणः जागर् योगः इति जागर् योगः मि इति रूपं भवति मेलनस्य अनन्तरं जागर् जागर् मि इति भवति महोदय गुणकार्यं भूत्वा जागर् मि इति रूपं भवति धन्यं द्विवचने तः अस्ति सारि वः अस्ति हलादि अपित् अह गुणनिषेधः जागृतः इति रूपं भवति बहुवचने अपि मह जागृमः इति रूपं भवति महोदय धन्यवादः महोदय लोट्लकारः तूता ताम् अन्तु तू तु हलादि पित् अस्ति अत्र सार्वधातुक आर्धधातुकयोः प्रपाद्य जागृ विच्छिन्नलिङ्गसु इति सूत्रेण गुणः भवति ऋकारस्य स्थाने अर् आदेशः जागर्तु धातु हलादि अपित् अस्ति क्षम्यतां जागृतात् ताम् तत्तु हलादि अपि अस्ति तां ङिति च इति गुणनिषेधः जागृताम् अत्र तद् अदभ्यस्तात् अत्र अत् आम् अत् अजादि अपि अस्ति अजादि अपि अत्रापि आं गुण ङिति च इति सूत्रेण गुणनिषेधः जागृतु जागृतात् जागृतां जागरतु जागृतु धन्यवादः सुब्रह्मण्यं महोदय आं भगिनि इदानीं लोट्लकारस्य मध्यमपुरुषरूपाणि अत्र जागृयोगः हि हि हलादि अपित् अतः अत्र नित्वत् भूत्वा क्निति च इत्यनेन गुणनिषेधः अतः जागृहि तात् इति णित् अस्ति अतः क्निति च इत्यनेन गुणनिषेधः जागृतात् तं हलादि अपित् अस्ति पुनः गुणनिषेधः जागृतं ता तथा एव जागृत आहत्य जागृहि जागृतात् जागृत जागृत धन्यवादः महोदय पुष्प भगिनि आनि आवाम मध्यम उत्तमपुरुषे तत्तु हला अजादि पित् अस्ति अजादि पित् गुणः अस्ति अत्र जाग्रो विचिन्न जागृयोगः आनि जागृयोगः आनि जागराणि नि नत्वम् आयाति द्वे अपि पित् अस्ति तथैव जागरा वा जागराम अस्तु भगिनि धन्यवादः भगिनि मणि महोदय लङ्लकारस्य लङ्लकारे महोदय जागृ योगः त इति रूपं लङ्लकारे अडुतातम इति सूत्रेण धातुपूर्वम् अकारः आयाति लुङ् लङ् लुङ्षु अडुदात्तः लुङ् लङ् लुरुङ्षु अडुतातः इति सूत्रेण आजागृ इति रूपं भवति जागृ इति जागृ जागृ विचिनि लिङ् सूति सूत्रेण गुणः भवति अतः जागृ इति अजाग्र इति रूपं भवति देन् जागृ अत्र अजागर् अजागर् इति रूपम् अत्र करवसनविसर्जनीयोग इति सूत्रेण ततः पूर्वं तकारस्य किं भवति अजागर् अजागर् इति भवति अनन्तरं हल्नापि दीर्घसूत्रस्य सूत्रेण तकारः तकार लोपं भवति किल लोपः उक्तवान् खलु महोदय विस्मृतवान् जानामि एव अजाग्रह इति रूपं भवति महोदय लोपं भवति अजाग्रह इति रूपं देन् अनन्तरं द्विवचने ताम् आताम् अत्र अजाग्रवाताम् महोदय अजागृताम् इति रूपं भवति बहुवचने अत इति रूपम् अत्रापि तकारः ओ अत्र किं भवति अभिन्नसूत्रमस्ति सृजभ्यश्च विदिभ्यश्च इत्यनेन जुस् आदेशः भवति खलु अभ्यस्तसंज्ञा अस्ति खलु जाग्र इत्यस्य जक्षित्यादयः षट् इत्यनेन अभ्यस्तसंज्ञा अस्ति तर्हि सिदभ्यस्त विदिभ्यश्च इत्यनेन अत्र उहु इति आयाति लङि प्रत्ययः पुनः अन्यसूत्रमस्ति किमस्ति जुसि च इत्यनेन गुणः भवति धन्यवादः सहायं करोतु महोदय तर्हि गुणः भवति चेत् अजाग्र योगः उस् इति अस्ति इदानीम् अजाग्र इत्यस्य गुणः भवति चेत् अजागर् योगः उः इति भवति अजागरुः जागृः रूपं भवति धन्यवादः पुष्पभगिनी वदति वा अत्र सकारः मध्यमपुरुषे एकवचने सकारः अत्र हलादिचित् अस्ति तत्र गुणः भवति अत्र जागृः तत्रापि महोदयेन यत् उक्तं तदेव खलु अजाग्रयोगः सकारः इति अस्ति तर्हि हल्याभ्यो दीर्घात्कृत्यस्य अप्रुक्तं हल् इत्यनेन सकारस्य लोपः भवति किन्तु प्रत्ययलोपे प्रत्ययलक्षणमिति लक्षणं तिष्ठति अपित् प्रत्ययः अस्ति खलु तथापि अस्माकम् एतद् अस्ति खलु जाग्रो अविच्छिन्नत्व इत्यनेन गुणः भवति विसर्जनीयः इत्यनेन स्थाने अर् स्थाने विसर्गः अजागः तं तु हलादि अपित् अस्ति जागृतं विग्रहनिषेधः अस्ति निति च कारणेन ता जागृता अस्तु भगिनि उत्तमपुरुषे अं व म इति सिद्धति प्रत्ययाः सन्ति अं तु अजादि पित् अस्ति सार्वधातुक अर्धधातुकयोः अनेन गुणः भवति स्म परन्तु अत्र विशेषसूत्रमस्ति जागरो अविच्छिन्नल् नित्सु इति अनेन गुणः भवति अतः अजागृ इदानीम् अजागर् इति भवति अजागर् योगः अम् इति अजागरम् इति रूपम् आयाति तदनन्तरं व म हलादि अपित् अस्ति अतः गुणनिषेधः भवति नीति च अनेन नित्वत् अस्ति इति कारणेन केवलं मेलनमेव अजागृव अजागृम अजागरम् अजागृव अजागृम अजाग्रम इति रूपाणि विधिलिङ्ग् यात् यातां युः इति सर्वे हलादि अस्ति अपित् अस्ति अतः ङिति च इति सूत्रेण गुणनिषेधः भवति जागृयात् जागृयातां यत्र बहुवचने अस्ति तत्र तु जेर्जुस् इति उस् आदेशः भवति जुसि च अस्य प्रसक्तिः अत्र नास्ति किमर्थम् इत्युक्ते तद् यासुट् इति तद् अचि नास्ति इति अचि जुस् नास्ति इति जागृयुः जागृयाः जागृयातं जागृयात जागृयां जागृयाव जागृयाम तर्हि अनन्तरं जुहोत्यादिगणे तदपि प्रारब्धं खलु आं प्रथम कियत् पर्यन्तं भवति ह्यः किं प्रथमबिन्दुः एव भगिनि केवलं लोकः लुकि विषये सुब्रह्मण्यं महोदय एकनिमिषः भगिनि अत्र सिद्धः नास्मि इदानीं जुहोत्यादिगणे चतुर्विंशतिः धातवः सन्ति यथा सर्वेषु गणेषु कर्तृत्थके सार्वधातुकप्रत्ययपरे कर्तरि शप् इत्यनेन शप् विहितः अस्ति तदा जुहोत्यादिभ्यः श्लुः इत्यनेन शपः श्लु लोपः भवति अतः जुहोत्यादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते अत्र जुहोत्यादिगणे चतुर्विंशतिः धातवः सन्ति अत्र सूत्रमस्ति जुहोत्यादिभ्यः श्लुः इत्यनेन अत्र कर्तर्थक सार्वधातुकप्रत्ययपरे अत्र प्रथमं कर्तरि शप् अनन्तरं जुहोत्यादिभ्यः श्लुः इत्यनेन शपः लोपः भवति श्लु इत्युक्ते लोपः भवति अतः अत्र विकरणप्रत्ययः न दृश्यते जुहोत्यादिगणे जुहोत् अग्रे पठामि वा भगिनि जुहोत्यादिभ्यः श्लुः जुहोत्यादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप् प्रत्ययस्य श्लु भवति लोपः भवति जुहोतिरादिः येषां ते जुहोत्यादयः तेभ्यः जुहोत्यादिभ्यः जुहोत्यादिभ्यः पञ्चम्यन्तं श्लुः प्रथमान्तं द्विपदमिदं सूत्रम् आदिप्रभृतिभ्यः शपः इत्यस्मात् शपः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं जुहोत्यादिभ्यः शपः श्लु अत्र इदानीमेव वयं दृष्टवन्तः अत्र जुहोत्यादिगणे अत्र जुहोत्यादिभ्यः श्लुः इत्यस्य कार्यं भवति अतः जुहोत्यादिगणीयधातोः अनन्तरं यः शप् प्रत्ययः अस्ति स च शप् प्रत्ययः श्लु भवति इत्युक्ते तस्य लोपः भवति इति अत्र जुहोतिः आदिः येषां ते जुहोत्यादयः तेभ्यः जुहोत्यादिभ्यः जुहोत्यादिभ्यः इति पञ्चम्यन्तम् इत्युक्ते यः कार्यं विहितः अस्ति तत्तु धातोः अनन्तरं भवति इति श्लुः इति प्रथमान्तम् इत्युक्ते अत्र तस्य आदेशः भवति इति कस्य स्थाने इत्युक्ते शपः स्थाने इति अतः अनुवृत्तिसहितसूत्रमस्ति जुहोत्यादिभ्यः शपः श्लु श्लुः आं महोदय अत्र प्रश्नः उदाति यत् लोपः श्लु इत्यनयोः भेदः कः द्वाभ्यां प्रत्ययस्य अदर्शनम् इति तु अस्ति लोपः इत्युक्ते प्रत्ययः अदृष्टः परन्तु अदृष्टे सत्यपि कार्यक्षेत्रे लुप्तस्य प्रभावः तदा निमित्तम् अस्ति एतदर्थं सूत्रमस्ति प्रत्ययलोपे प्रत्ययलक्षणं अत्र लोपः स्लु इति कः भेदः इति प्रश्नः. लोपः इति इत्युक्ते अत्र सपः प्रत्ययः लोपः भवति अपि तत्र दक्षलक्षणं किं कार्यं करोति गुणो भवति. सो प्रत्ययलोपे सति प्रत्ययलक्षणं तस्य कार्यं करोति इति अर्थः इति आदर्शमपि कार्यं करोति महोदय. यत्किमपि कार्यं गुणकार्यं वा वृद्धिकार्यं वा यत्किमपि कार्यं भवतु तद् गुणं वृद्धि अपि अस्ति तत् गुणकार्यं किमपि विधिकार्यम् अस्ति तद् किमपि विधिकार्यं किमपि कार्यं न भवति द्विकार्यं ओके महोदय. तन् प्रत्ययलोपे पठामि वा महोदय. प्रत्ययलोपे प्रत्ययलक्षणं प्रत्ययलुप्ते सति प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्. प्रत्ययस्य लोपे प्रत्ययलोपे षष्ठी तत्पुरुषः तस्मिन् प्रत्ययलोपे प्रत्ययलक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणं बहुव्रीहि सूत्रं स्वयं सम्पूर्णं प्रत्ययलोपे प्रत्ययलक्षणम्. लक्षणम् ओके धन्यवादः महोदय. तर्हि तर्हि प्रत्यये लुप्ते तदाश्रितं कार्यं भवति श्लु न तथा. प्रत्ययस्य श्लु भवति चेत् न केवलं प्रत्ययः गच्छति अपि तु तदाश्रितं कार्यम् अपि न स्यात्. तद्विधायकं सूत्रम् अस्ति न लुमताङ्गस्य लुमताङ्गस्य यस्मिन् शब्दे लु अस्ति तेन शब्देन प्रत्ययादर्शे दर्शनं विहितं चेत् सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्. तेन शब्देन प्रत्ययादर्शनं विहितं चेत् सः प्रत्ययः अङ्गकार्यस्य विहितः निमित्तं न स्यात्. लुः अस्य अस्ति इति लुमान् तेन लुमता न अव्ययपदं लुमता तृतीयान्तम् अङ्गस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य पूर्णतया अनुवृत्तिः. अनुवृत्तिसहितसूत्रं लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न कियत्पर्यन्तं दृष्टवन्तः. एतत् समाप्तं वा अग्रिमपङ्क्तिम् अपि ह्यः न अस्ति समाप्तं कृतवान् न महोदय. आं भगिनि समाप्तं वा अग्रिमपङ्क्तिमपि न अत्रैव समापितवान् अत्रैव स्थगितं समापितवान्. किम् इत्युक्ते पाणिनिसूत्रे चत्वारः लोपस्य कृते चत्वारः संज्ञाः प्राप्नुमः. एकमस्ति लोपः इति केवलं लोपः इति साक्षात्. तर्हि केवलं लोपः इति यत्र उक्तं तत्र तु प्रत्ययलोपे प्रत्ययलक्षणम् इति लुप्ते सति प्रत्ययस्य लक्षणं तिष्ठति एव. किन्तु भिन्नत्रीणि कार्याणि अपि भवन्ति यत्र लोप अदर्शनं भवति. इत्युक्ते लुक् लुक् श्लु लुक् इति लुपः इति एकं सूत्रम् अस्ति. तर्हि तेन सूत्रेण लुप् वा लुक् यदा वयं अदादिगणे लुक् इति दृष्टवन्तः शवः लुक् भवति अन्यत् अस्ति, द्वितीयम् अस्ति जुहोत्यादिकणे श्लू इति अस्ति, श्लू इत्यपि तत्रापि लोपः एव भवति, अदर्शनं भवति. अनन्तरं तृतीयम् अस्ति लुक् इति अपि अस्ति, तत्रापि अदर्शनं भवति. किन्तु यत्र यत्र लुक् वा श्लू वा लुप् वा भवति, एते त्रयः लुमान्तः इति वदामः. यत्र लू यत्र अस्ति, लू इति अस्ति खलु, लुमान् इति अस्ति, लुमान्तः इति वदामः. तर्हि यत्र यत्र लुमान्त यत्र लुमान्तः सन्ति ते अस्ति, यत् लुमान् अस्ति तस्य तु न लुमताङ्गस्य इत्यनेन यदि प्रत्ययस्य लोपः भवति चेत् तस्य लक्षणं न तिष्ठति इति, न लुमताङ्गस्य इति सूत्रं वदति. तर्हि लुक् श्लू लुप् एते त्रयाणामपि प्रत्ययस्य लोपः भवति, अदर्शनं भवति, किन्तु लक्षणं न तिष्ठति. लुप् इत्युक्ते भिन्नभिन्नकार्याणि भवन्ति तस्य कृते, यथा ऊतो वृद्धिर्लुकि हलि इत्यनेन वृद्धिकार्यं भवति अस्ति, तथा एव यत्र श्लू भवति चेत् श्लौ इत्यनेन द्वित्वं भवति. लुप् इत्यस्यापि भिन्नभिन्नकार्याणि भवन्ति, किन्तु त्रयाणामपि अदर्शनं भवति प्रत्ययस्य, अनन्तरं प्रत्ययलक्षणं साक्षात् प्रत्ययलक्षणं यत् आसीत् तत्र न तिष्ठति एव, किन्तु भिन्नसूत्राणि भवन्ति तेषां कृते यस्य तेन अन्यत् किमपि कार्यं तेन विधीयते तत्तु भवति एव, किन्तु प्रत्ययलक्षणं न तिष्ठति इति सारांशः. समापितवन्तः खलु? क्षम्यतां विलम्बः जातः, किञ्चित् मन्दं गतवती, प्रायः किञ्चित् झटिति करणीयम् अग्रे गत्वा. धन्यवादः, धन्यवादः, शुभरात्रिः. शुभरात्रिः महोदय.